अज्ञानध्वान्तविध्वं च कोटिसूर्यसमप्रभ सूताख्या हि कथासारं मम कर्णरसायनम्। अज्ञाननाम अन्धकारस्य विध्वंस विध्वंसक कोटिसूर्यसमप्रभ हे सूत, आख्या हि कथासारं मम कर्णरसायनम्। नाम कर्णस्य कृते रसायनं, रसायनं नाम वयं तु जानीमः रसस्य आयनं रसायनम् आनन्दकरम् इति।